अस्तु, इदानीम् अस्माकं सार्वधातुकप्रक्रिया इति इत्यस्मिन् विषये इदानीं वयं पश्यन्तः स्मः. तर्हि इदानीम् अदन्तम् अङ्गं समाप्तं, तर्हि अनदन्तम् अङ्गम् इति विषयः प्रारब्धः. तर्हि अग्रे पश्यामः. तर्हि मधुरैनगरतः सुब्रह्मण्य महोदय अस्ति वा महोदय? तर्हि रामप्रिया भगिनी पठति वा? आं भगिनि. सार्वधातुकप्रकरणम् अनदन्तम् अङ्गम् स्वागतं. पूर्वं यत्र अङ्गम् अदन्तं तत्र सार्वधातुकलकाराणां तिगन्तरूपं कथं निष्पन्नानि इति अस्माभिः दृष्टम्. सम्प्रति अङ्गम् अनदन्तं चेत् व्युत्पत्त्यर्थं को भेदः इति अवलोकनीयम्. सर्वप्रथमं यत्र अङ्गम् अनदन्तम् अस्ति तत्र सिद्धतिङ् प्रत्ययाः किञ्चित् भिन्नाः. सर्वे प्रत्ययाः भिन्नाः इति न, कुत्रचित् पार्थक्यं वर्तते. अत्र अस्माकं प्रथम अध्यायः अस्मिन्नेव विषये भवति. तत्र तु अनदन्त अङ्गविषये अस्ति. अङ्गम् अनदन्तम् अस्ति चेत् सिद्धतिङ् प्रत्ययाः अदन्त अङ्गात् किञ्चित् भिन्नाः अस्ति. सर्वे इति न, कुत्रचित् एव पार्थक्यं वर्तते, भिन्नता वर्तते इति प्रथम अध्यायः तस्मिन्नेव विषये इति अत्र लिखितम् अस्ति. पठामि वा भगिनि? तदा धातुविकर्णयोः मेलनेन यत् अङ्गं निष्पद्यते तस्य अन्तिमस्वरः ह्रस्व अकारः नास्ति चेत् प्रक्रियायां को भेदः इति परिशीलनीयम्. कुत्रचित् अङ्गम् उकारान्तं, कुत्रचित् आकारान्तं, कुत्रचित् विकर्ण अभावे अङ्गम् इकारान्तम्, ईकारान्तम्, ऋकारान्तं च, अपि च कुत्रचित् हलन्तम् अङ्गम् अस्ति. आहत्य यत्र अङ्गम् अदन्तं न तत्र अङ्गकार्यं विद्यते. कथम् इति अग्रे पश्येम. तत्र तु धातुविकरणप्रत्ययोः मेलनेन यदा अङ्गं निष्पद्यते सः ह्रस्व अकारः अस्ति चेत् अदन्तं, नास्ति चेत् तस्य प्रक्रियायां किञ्चित् भेदः अस्ति. तस्य विषये एव अस्मिन् पाठे अस्ति इति. अनदन्तम् अस्ति चेत् अङ्गं कुत्रचित् उकारान्तं वा आकारान्तं वा, विकर्ण अभावे विकर्णं नास्ति चेत् अङ्गम् इकारान्तम्, ईकारान्तं, ऋकारान्तम् अपि भवितुमर्हति. हलन्तम् अङ्गमपि अस्ति. अङ्गकार्यं तत्र भिद्यते इति अस्ति. तर्हि प्रथमं सिद्धतिङ् प्रत्ययाः के अपि च कथं निष्पन्नाः इति अनयोः विषययोः चर्चा भवतु. तथा क्रमेण गुणम् अनुसृत्य अग्रे सराम. क्षम्यतां, गणान् अनुसृत्य अग्रे सराम. स्वादिगणः, तनादिगणः, क्रयादिगणः, अदादिगणः, जुहोत्यादिगणः, रुदादिगणः इति. प्रथमं तु सिद्धतिङ् प्रत्ययाः कथं निष्पन्नाः इति. गणम् अनुसृत्य यदा स्वादि, तनादि, क्रयादि, अदादि, जुहोत्यादि, रुदादि, अनदन्तम् अङ्गमस्ति तस्य विषये पश्यामः इति. मध्ये हल् सन्धिविषये अपि आयास्यति. अतः यतः अदादिगणे, जुहोत्यादिगणे, रुदादिगणे च हलन्त अङ्गानि वर्तन्ते, तत्र केचन विशिष्टसन्धयः वर्तन्ते इति. ये एतावता न लब्धाः. हलन्त अङ्गानि अस्ति अदादि, जुहोत्यादि गणे, रुदादि अपि. तत्र विशिष्ट सन्धिकार्यमपि अस्ति, तस्य विषये अपि परिशीलयाम इति अस्ति. तर्हि अदन्तम् अङ्गम् इत्युक्ते केषां गणानाम् अङ्गम् अदन्तं भवति? भुवादि, दिवादि, तुदादि, चुरादि. तर्हि अस्माकं सोपानत्रयं के आसन् इति? प्रथमं तु धातुविकर्णप्रत्ययः मेलनं तस्य तत्र तु विकर्णप्रत्ययं निमित्तिक अङ्गकार्यम् अस्ति. तिङ्प्रत्ययसिद्धिः द्वितीयं. तृतीयं तु तिङ्प्रत्ययं निमित्तिकम् अङ्गकार्यं भवति. तदानीम् अग्रे तिङ्प्रत्ययः अङ्गं तस्य मेलनम् अस्तु भगिनि. सोपानत्रयं त्रये अपि भेदः भवति खलु, अनदन्तम् अस्ति चेत् इति इदानीं परिशीलितं. आम् धन्यवादः. मीना भगिनि. आं भगिनि, अन्य कः अस्ति? अहमस्मि, एकनिमिषं. नमस्ते भगिनि. भवत्याः छात्रः सुब्रह्मण्यमहोदय आगतवान्, किन्तु तदनन्तरं प्रायः कनेक्षन् भङ्गम् अभवत् इति मन्ये. महोदय अस्ति वा इदानीं मधुरनगरतः? न, अहं पुनः उक्तवती, इदानीमेव दूरवाणीं कृतवान्, पुनः लागौट् कृत्वा पुनः लागिन् करोतु इति उक्तवती. अहं सम्भाषणं कर्तुं प्रयत्नं कृतवती, किन्तु मलम् अभवत् इति चिन्ता. अन्य कः अस्ति? पठामि वा महोदय? आं भगिनि, कृपया. अनदन्ताङ्गानां कृते सिद्धतिङ्प्रत्ययाः. सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. प्रथमसोपानं विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा धातुविकरणप्रत्ययोः मेलनं. द्वितीयसोपानं तिङ्संज्ञकप्रत्ययसिद्धिः. तिङ्संज्ञकप्रत्ययनिमित्तकम् अङ्गकार्यं, तदा अङ्गतिङ्संज्ञकप्रत्ययोः मेलनं. यथा भगिनी उक्तवती, तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. तदेव अहं तदेव अत्र लिख पठामि. सोपानत्रयस्य एका दृष्टिः. अदन्त अङ्गस्य दृष्टान्तः धात्वर्थविवक्षायां भूधातुः आनीयते. लकारविवक्षायां लट् लकारः आनीयते. प्रथमपुरुष एकवचनस्य विवक्षायां लटः स्थाने तिप् आदेशः. भूयोगः तिप् इत्यस्ति. तिप् सार्वधातुकसंज्ञकः, कर्त्रर्थकः, तिङ्संज्ञकः च. अतः कर्तरि शप् इत्यनेन मध्ये शप् इति विकरणप्रत्ययः विहितः. भूयोगयोग शप् योगः तिप् अनुबन्धलोपेन शप् स्थाने आ आगच्छति. भूयोगः आयोगः ति. अस्यामेव स्थित्याम् उपर्युक्तं सोपानत्रयं प्रारभ्यते. प्रथमम् एकं दृष्टान्तः अस्ति. वयम् इच्छामः भूधातोः लट् लकार प्रथम एकवचनरूपं सिद्धार्थं कानि सोपानानि सन्ति इति दृष्टान्तः. प्रथमं तिप् इति प्रत्ययः आगच्छति. तिप् कर्त्रर्थकः अस्ति, सार्वधातुकः अस्ति, अतः विकरणप्रत्ययः विहितः कर्तरि शप् इति इत्यनेन. विकरणप्रत्ययः धातु तिङ् प्रत्ययस्य मध्ये आगच्छति, अतः भूयोगः भू प्रथमगणे वादिगणे अस्ति. डिफाल्ट् विकरणप्रत्ययः शप् एव अस्ति, अतः भूयोगः शप् योगः तिप्. शप् अनुबन्ध शकारपकारलोपः, इत्संज्ञकः शकारपकारलोपः अकार एव तिष्ठति. भूयोगः आयोगः ति इति अस्ति. शप् इत्यस्य लोपः केन सूत्रेण भगिनि? शकारस्य पकारः हलन्त्यम् इति सूत्रेण, पकारः इत्संज्ञकः, शकारः लशक् तु तद्धिते इति सूत्रेण आदि लकार शकारः अपि इत्संज्ञकः, तस्य लोपः इति सूत्रेण इत्संज्ञकः लोपः भवति. धन्यवादः. सुब्रह्मण्य महोदय अस्ति वा? आं भगिनि, नमस्कारः. नमस्ते महोदय, मधुरनगरतः अस्ति अस्ति महोदय. भवतः अन्य नाम अस्ति वा गृहे वा? प्रायः किमर्थम् अस्ति इति अस्माकं मध्ये अन्य महोदय अपि अस्ति, सुब्रह्मण्य महोदय. अस्तु, भवतः अन्यनाम अस्ति वा महोदय? भवतः अन्यनाम अस्ति वा? नो चेत् वर्गे तु प्रायः मणि इति वक्तुं शक्नुमः. अस्तु अस्तु, तर्हि मणिमहोदय इति वदामि. अस्तु, धन्यवादः भगिनि. अस्तु, तर्हि सुब्रह्मण्यमहोदय अस्ति. आं भगिनि, प्रथमसोपाने विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं, तर्हि अत्र आ इति विकरणप्रत्ययं निमित्तीकृत्य सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः क्रियते. भू भवति भो, एतदेव अस्माकम् अङ्गकार्यं. तदा सन्धिकार्यम् एचोयवायावः इत्यनेन भो योगः आ भवति भ योगः अव् योगः आ भव. इदं सन्धिकार्यम् अङ्गकार्यं नास्त्येव, यतोहि शपं निमित्तीकृत्य कार्यं न जातम्. सन्धिकार्यं तु केवलं वर्णस्तरे प्रवर्तते. ओकारः अस्ति, परश्च अकारः अस्ति, शप् इति कारणं नास्ति अत्र. यः कोऽपि अकारः भवतु, तादृशं कार्यं भविष्यति एव. ओकाराकारयोः मेलनेन ओस्थाने अव् आदेशः इति सन्धिकार्यम्. एवञ्च धातुविकरणप्रत्ययोः मेलनेन भव इत्यङ्गं जातं. प्रथमं सोपानं समाप्तम्. अत्र यः दृष्टान्तः वयं नीतवन्तः इदानीमेव, तस्मिन् विषये किञ्चित् विवरणं दत्तमस्ति. अत्र विवरणं तु प्रथमसोपानविषये अस्ति. विकरणप्रत्ययनिमित्तकं कार्यं यः अङ्गकार्यं यद् अङ्गकार्यं भवति तस्मिन् विषये अस्ति अत्र. प्रथमं तु अत्र इदा अनुबन्धलोपानन्तरं भूयोगः आयोगः ति इति अस्ति. अत्र आ इति विकरणप्रत्ययं निमित्तीकृत्य प्रथमं तु सार्वधातुक अर्धधातुकयोः इति सूत्रतः गुणकार्यं भवति. इत्युक्ते अत्र भूस्थाने भो भवति, तत्तु अङ्गकार्यमस्ति. अनन्तरं भोयोगः आ एचोयवायावः इत्यनेन किञ्चित् सन्धिकार्यं भवति. तत्कारणात् अत्र भोयोगः आ भवति. प्रथमं तु भ योगः अव, अव् योगः अ, तत्तु भवति भव. एतत्तु अङ्गकार्यं नास्ति परन्तु सन्धिकार्यमेव. किमर्थं चेत् अत्र यः यत् कार्यं भवति तत्तु विकरणप्रत्ययनिमित्तकार्यं तु नास्ति. विकरणप्रत्ययनिमित्तकार्यं तु पूर्वमेव इदानीं पर्यन्तं भू यो भू भो भवति तत्तु अङ्गकार्यमस्ति. अत्र विकरणप्रत्ययनिमित्तककार्यम् इदानीं तु सन्धिकार्यम्. अत्र वर्णमेलनं कृत्वा अत्र ओकारः योगः अकारः तु अव भवति इति. इदानीं सन्धिकार्यकारणं तु शप् नास्ति. अत्र अकारः एव सन्धिकार्यस्य निमित्तकमस्ति. अत्र ओकार अकारयोः मेलनं भूत्वा अत्र अव आदेशः भवति. तत्तु सन्धिकार्यमस्ति. तत्तु प्रथमसोपानम्. अत्र कार्यद्वयं भवति एतस्मिन् उदाहरणे. प्रथमं तु विकरणप्रत्ययनिमित्तिक अङ्गकार्यम्, अनन्तरं वर्णमेलनं सन्धिकार्यं भूत्वा भव इति अङ्गं निष्पन्नं भवति, निष्पन्नः भवति. अग्रे पठामि वा भगिनि? द्वितीयसोपाने तिङ् संज्ञकप्रत्ययसिद्धिः. अत्र तिप् इति मूलप्रत्ययः, हलन्त्यमित्यनेन पकारस्य इत्संज्ञालोपश्च पि इति सिद्ध तिङ्प्रत्ययः निष्पन्नः. द्वितीयसोपानं समाप्तं. भवायोगः ति इति अस्ति. अत्र द्वितीयसोपाने सिद्धतिङ्प्रत्ययः कथं निष्पन्नः भवति इति दत्तमस्ति. अत्र तिप् तु मूलप्रत्ययः. अत्र पकारः तु हलन्त्यमि, तस्य लोपः इत्यनेन पकारस्य लोपः भवति. ति अवशिष्यते. तत् ति तु सिद्धतिङ्प्रत्ययः इति. अत्र भवायोगः ति भवति. अत्र द्वितीयसोपानमिदानीं तु वयं तिङ्प्रत्ययः कथं सिद्धं कथं निष्पन्नं भवति इति दृष्टवन्तः इदानीमेव. अनन्तरं तृतीयसोपानं भवति. तृतीयसोपानं तिङ्संज्ञकप्रत्ययनिमित्तकम् अङ्गकार्यम्. अस्तु भगिनि. अस्तु भगिनि. मणिमहोदय पठति अग्रिमं पङ्क्तिः. अग्रिम पङ्क्तिः मणिमहोदय. सुब्रह्मण्यमहोदय मधुरैनगरतः अस्ति. श्रूयते महोदय. आम् महोदय. तृतीयसोपानं तिङ्सम्यक्प्रत्ययः निमित्तकम् अङ्गकार्यं. तिप्रत्ययः तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः अस्ति. अतः पूर्वम् इक् प्रत्याहारः प्रत्याहारे स्थितः कश्चनः वर्णः यदि स्यात् तर्हि सार्वधातुको अर्धधातुकयोः इत्यनेन गुणकार्यं स्यात्. किन्तु एतावता अस्माकम् अङ्गं सर्वदा अदन्तम् आसीत्. यत्र अङ्गस्य अन्तिमवर्णः अत् ह्रस्वः अकारः, तत्र गुणकार्यं न सम्भवति. इक् ईवूर् ल् अन्ते अस्ति चेत् गुणकार्यम् अर्हति. यत्र अङ्गम् अदन्तम् अस्ति तु न अर्हति एव. यत्र अङ्गम् अदन्तम् अस्ति तत्र तिङ्सम्यक् प्रत्ययः निमित्तकम् अङ्गकार्यम् आदिव स्नूनम्. अतः तृतीयसोपाने आधिक्येन केवलम् अङ्गं तिङ्सम्यक्प्रत्ययोः मेलनं भवति यदा भव योगति भवति. किन्तु अग्रे गत्वा यत्र अङ्गम् अदन्तं नास्ति तत्र अङ्गस्य अन्ते उदाहरणार्थं पुकारः अस्ति तत्र तृतीयसोपाने अङ्गकार्यं बहुत्र भविष्यति. इति तिङ्गन्धपदस्य निर्माणार्थं सोपानत्रयस्य एकः एकादृशी तृतीयसोपाने भवयोग इति निर्माणं कृत्वा अत्र अदन्तस्य गुणकार्यं न भवति. इक्वर्ण यत्र इक्वर्णः अस्ति चेत् गुणकार्यं भवति. केन सूत्रेण इक्वर्ण इको एनाचिय न अत्र तु सार्वधातुकारधातुकयोः गुणकार्यं भवति. सार्वधातुकसंज्ञा कुतः आगच्छति तत्र? किमर्थं सार्वधातुकम् इति वदामः तत्र अत्र केन सूत्रेण? नास्ति चिन्ता महोदय, प्रथमवारं खलु क्षम्यताम्. अस्तु तर्हि हेम भगिनी किञ्चित् सहायं करोतु. आं भगिनि, अत्र भवयोगः ती ती तु तिंशित् सार्वधातुकम् अनेन सार्वधातुकं भवति. पुनः सार्वधातुक आर्धधातुकयोः अनेन गुणकार्यं सम्भवति यदा अङ्गम् अदन्तम् अस्ति चेत्. अनदन्त अङ्गम् अस्ति चेत् तत्र अन्यकार्यं भवति. यथा इक् वर्णाः सन्ति चेत् इ उ ऋ लृ सन्ति चेत् तत्र तु गुणकार्यं भवति एव. अङ्गम् अनदन्तम् अस्ति चेत् अन्य वर्णाः अपि आगन्तुं शक्नोति. तत्र तिङ् प्रत्ययनिमित्तीकृत्यम् अङ्गकार्याणि बहूनि सन्ति इति उक्तमस्ति. तदनन्तरं मेलनमेव भवति इति. अत्र गुणः भवति इति उक्तमस्ति खलु, अस्य कृते एकं सूत्रमस्ति वा? सूत्रं तु सार्वधातुक अर्धधातुकयोः अनेन एव गुणः भवति. अन्यकोगुणवृत्तिः इति अनेकोगुणवृत्तिः इति परिभाषा सूत्रमस्ति. येन इक् अस्ति चेदेव गुणस्य वा वृद्धिः वा अवकाशः भवति इति. वृद्धिरवकाशं वा? इको गुणवृद्धि इति एकं सूत्रमस्ति. ततः इक् अस्ति चेत् इक् प्रत्याहारे अस्ति चेत् एव वर्णस्य गुणं वा वृद्धिः वा भवितुम् अर्हति इति परिभाषा. पुनः अदन्ताङ्गे सति यञादि सार्वधातुकप्रत्यये परे अङ्गकार्यं भवति इति इत्युक्ते उपरि दत्तमस्ति. यत्र कुत्रापि अदन्त अङ्गम् अस्ति चेत् न्यूनमेव तस्य कार्यम् इति. यदि सार्वधातुकप्रत्यये यञ् परे अस्ति चेत् तर्हि अङ्गकार्यं भवति इति अस्ति. एकम् उदाहरणं वदतु भगिनि, कुत्रापि अत्र अङ्गकार्यं यञ्ञादि सार्वधातुकप्रत्यये परे अस्ति. अत्र अधोभागे लिखितमस्ति भगिनि, भगिनी पठति वागे. अथो दीर्घो ययि अदन्तङ्गस्य दीर्घत्वं यञ्ञादि सार्वधातुकप्रत्यये परे अङ्गकार्यम्. आम्, यञ् प्रत्याहारे वर्णाः सन्ति य व र ल, पुनः ञ म ङ न, पञ्चमसदस्य वर्णाः, अनन्तरं झ भ इति अनुवृत्तिसहितसूत्रमस्ति. अतः अङ्गस्य दीर्घः यञि सार्वधातुके. तर्हि ह्रस्व अकारस्य अङ्गस्य इत्युक्ते अदन्त अङ्गस्य यञि सार्वधातुकप्रत्यये परे अस्ति चेत् तत्र दीर्घः भवति. यदा पठावः पठामः उत्तमपुरुषे द्विवचने बहुवचने पठ इति अङ्गम् अस्ति, वः योजनेन अत्र पटावः इति रूपम् आयाति. यतोहि ब यञ् प्रत्याहारे अस्ति, पठ अकारस्य दीर्घं भूत्वा पटावः इति रूपं निष्पन्नम्. अग्रे पठामि वा? दशानां धातुगणानां गणसमूहौ धातूनां दशगणाः सन्ति इति वयं जानीमः. एते दशगणाः पुनः समूहद्वये विभाजिताः सन्ति इत्यपि जानीमः. प्रथमगणसमूहः भ्वादिः दिवादिः तुदादिः चुरादिः इति चत्वारः गणाः, द्वितीयगणसमूहः अदादिः, जुहोत्यादिः, स्वादिः, रुधादिः, तनादिः, क्रियादिः इति षड्गणाः। तर्हि गणाः दशगणेषु विभाजिताः सन्ति। प्रथमगणसमूहः वयं पूर्वमेव दृष्टवन्तः, प्रथमगणं, चतुर्थगणं, षष्टम अपि च दशमगणमिति, भादि, दिवादि, तुदादि, चुरादि इति। द्वितीयगणसमूह इदानीम् अग्रे पठामः, अघादि, जुहोत्यादि, स्वादि, रुधादि, तनादि, क्रियादि इति षड्गणाः सन्ति। अङ्गान्ते भेदः भेदः एव विभजनस्य कारणम्। प्रथमगणसमूहे धातुविकरणप्रत्ययोः मेलनेन निष्पन्नम् अङ्गम् अदन्तम् अस्ति सर्वत्र। अङ्गस्य अन्ते अकारः, यथा भूयोगः शप् भव, नश् योगः श्यन् नश्य, लिख् योगः श लिख, चुर्योगः णिच् योगः शप् चोरय इति चतुर्षु धातुगणेषु अङ्गम् अदन्तम्। अत्र चतुर्षु गणेषु एकैकम् उदाहरणरूपेण दत्तमस्ति, सर्वे अदन्त अङ्गाः सन्ति इति। द्वितीयगणसमूहे सर्वाणि अङ्गानि, क्षम्यतां भगिनि, द्वितीयगणसमूहे सर्वाणि अङ्गानि अनदन्तानि, यथा स्वादिगणे शक् योगः श्नु शक्नु इति उकारान्तम् अङ्गम्, क्रियादिगणे क्रीयोगः श्ना क्रीणा इति आकारान्त अङ्गम्। अत्रापि द्वितीयगणे अनदन्तरूपाणि उदाहृतम् अस्ति। शक्नु तु स्वादिगणे अस्ति, श्नु तस्य विकरणप्रत्ययः, क्री तु क्रियादिगणे नवमगणे, श्ना इति तस्य विकरणप्रत्ययः। भगिनी, भव्या भगिनी, अत्र शान्ति अपि अस्मि, इदानीमेव आगतम्। शान्ति भगिनी, स्वागतं भगिनी। तर्हि भगिनी पठति वा? न, अहम् आगतवती इति वक्तुमेव। पुनः भगिनि, न, अहम् इदानीमेव आगतवती इति वक्तुं। आम् भगिनि, प्रथमगणसमूहस्य कृते तिगन्तपदम् उपर्युक्तसोपानत्रयेण कथं सिध्यति इति विस्तृतरूपेण अस्माभिः अनुभूतम्। चतुर्णामपि गणानां प्रसङ्गे सम्प्रति द्वितीयगणसमूहे तिगन्तपदव्युत्पत्तिः अनेन एव सोपानत्रयेण कथं भवति इति परिशीलयाम। प्रथमगणसमूहं तथा भुवादि, दिवादि, तुदादि, चुरादि इत्यस्य त्रयसोपानमपि वयं कृतवन्तः पूर्वमेव। अत्र तु द्वितीयगणसमूहस्य तिगन्तरूपं कथं व्युत्पत्तिः भवति इति सोपानत्रयेण परिशीलयाम। प्रथमसोपानं, तृतीयसोपानं च इति अनयोः गणसम्बन्धचर्चा भवतु, यतोहि गणम् अनुसृत्य सोपानद्वयं विद्यते। अतः तत्तत् गणे अनयोः द्वयोः सोपानयोः अवलोकनं करिष्यते। परन्तु द्वितीयसोपानं तिङ्संज्ञकप्रत्ययसिद्धिः सर्वेषाम् अनदन्त अङ्गानां कृते समाना, अतः एतत् कार्यम् अधुना परिशीलयाम। प्रथमसोपानं, तृतीयसोपानं तु गणसम्बन्ध विषये अस्ति, तत् तु तत्तद् गणे वयं परिशीलयामः। अधुना तु तिङ्संज्ञकप्रत्ययः सिद्धिः द्वितीयसोपानमस्ति, तद्विषये अत्र अधुना परिशीलयामः। किमर्थम् इत्युक्ते सर्वेषाम् अनदन्त अङ्गानां कृते तिङ्संज्ञकप्रत्ययसिद्धिः समानः एव अस्ति इति अस्ति। पठामि वा? प्रथमगणसमूहे, द्वितीयगणसमूहे च सिद्धतिङ्प्रत्ययाः भिन्नाः। प्रथमतया ज्ञातव्यं यत् प्रतिध्वनिः आं भगिनि, किञ्चित् म्यूट् कुर्वन्ति वा? प्रायः धन्यवादः। प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्धतिङ्प्रत्ययाः भिन्नाः. प्रथमतया ज्ञातव्यं यत् प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्धतिङ्प्रत्ययाः किञ्चित् भिन्नाः. प्रथमगणसमूहे प्रथमगणसमूहस्य सिद्धतिङ्प्रत्ययाः विहिताः. द्वितीयगणसमूहे द्वितीयगणसमूहस्य सिद्धतिङ्प्रत्ययाः विहिताः. तर्हि समूहद्वयस्य सिद्धतिङ्प्रत्ययानां भेदः कुत्र इति अस्माभिः सम्प्रति अवलोकनीयम्. तत्र एकनिमिषः भगिन्या क्लेशः भवति अस्ति खलु. भवती स्टार् सिक्स् नोदयित्वा आगच्छति वा? श्रूयते वा भगिनि? श्रूयते. तत्र तु प्रथमतया प्रथमगणसमूहस्य द्वितीयगणसमूहस्य सिद्धतिङ्प्रत्ययः भिन्नः इति अस्ति. कथम् इति अत्र अवलोकनीयम् इति अस्ति भगिनि. अस्तु तर्हि अहं सर्वान् म्यूट् कृतवती. किञ्चित् स्टार् सिक्स् नोदित प्रति आगच्छन्तु यदा नाम तर्हि तस्मिन् समये. अस्तु तर्हि अग्रे मीना भगिनि पठतु. मीना भगिनि स्टार् सिक्स् नोदयतु. श्रूयते वा भगिनि? प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्धतिङ्प्रत्ययाः भिन्नाः इति आरभे वा? प्रथमतया ज्ञातव्यं यत् प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्धतिङ्प्रत्ययाः किञ्चित् भिन्नाः. प्रथमगणसमूहे प्रथमगणसमूहस्य सिद्धतिङ्प्रत्ययाः विहिताः. द्वितीयगणसमूहे द्वितीयगणसमूहस्य सिद्धतिङ्प्रत्ययाः विहिताः. तर्हि समूहद्वयस्य सिद्धतिङ्प्रत्ययानां भेदः कुत्र इति अस्माभिः सम्प्रति अवलोकनीयम्. द्वयोः गणसमूहयोः सिद्धतिङ्प्रत्ययाः भिन्नाः अस्ति, तदेव अहम् अत्र अवलोकयिष्यामः. वयम् अवलोकयिष्यामः. सर्वेति सिद्धतिङ्प्रत्ययाः निष्पन्नाः भवन्ति मूलतिङ्प्रत्ययेभ्यः. मूलतिङ्प्रत्ययः इति पाणिनिसूत्रं सूत्रे विहितः, तदेव प्रथमम् आयाति. अनन्तरं पदलकार पदलकारनिमित्तिकभिन् तिङ्प्रत्ययानां विपरिणमति. परस्मैपदि धातूनां मूलतिङ्प्रत्ययः अस्ति तिप्तस्जि सिप्तस्थ मिप्वस्मस्ति. आत्मनेपदि धातूनां मूलतिङ्प्रत्ययः त आथां झ थास् आथां ध्वम् इड् वहि महि. अदन्ते अनदन्ते च सिद्धतिङ्प्रत्ययानां पार्थक्यं कुत्र इति विषयः. वस्तुतः किञ्चिदेव भेदः अस्ति. अदन्तानां सिद्धप्रत्ययानां व्युत्पत्तिः पूर्वमेव प्रदर्शिता, अतः पुनः अत्र न क्रियते. सा पूर्वप्रदर्शिता व्युत्पत्तिः अधोभागस्य आधारः अनदन्ताङ्गानां तिङ्प्रत्ययाः यत्र अदन्ताङ्गानां तिङ्प्रत्ययेभ्यः भिद्यन्ते तत्र भेदस्य कारणं परिणामं च अधः प्रदर्शितम् अत्र अदन्त अङ्गस्य अनदन्त अङ्गस्य भेदमेव अवलोकयिष्यामः अधः अनदन्ताङ्गानां तिङ्प्रत्ययाः यत्र अदन्त अङ्गानां तिङ्प्रत्ययेभ्यः भिद्यन्ते तत्र प्रत्ययः नीललोहितवर्णेन तिर्यक्रूपेण लिखितः पर्पल् इटालिक्स् अरस्मैपदस्य तिङ्प्रत्ययाः अदन्ते अनदन्ते च भेदः प्रथमं परस्मैपदस्य लट् लकारे कोऽपि भेदः नास्ति अङ्गम् अदन्तं स्यात् अनदन्तं वा स्यात् परस्मैपदसंज्ञकेषु प्रत्ययेषु न कोऽपि भेदः अतः अनदन्ताङ्गानां कृते लटि सिद्धप्रत्ययाः ति तः अन्ति सि थः थ मि वः मः अङ्गम् अभ्यस्तं चेत् अति भवति न तु अन्ति अभ्यस्तं नाम यत्र द्वित्वं भवति यथा जुहोत्यादिगणे अतः दाधातोः लटि प्रथमपुरुषबहुवचने ददति अत्र प्रथमं वयं परस्मैपदस्य तिङ् प्रत्ययाः परिशीलयिष्यामः तत्र अदन्ते अनदन्ते भेदः अस्ति वा न यत्र भेदः अस्ति तदेव वयं पठिष्यामः प्रथमं तु अत्र परस्मैपदस्य लट् लकार सिद्धतिङ्प्रत्ययाः के इति विषये अस्ति अत्र तु लट् लकारविषये अदन्तम् अनदन्तम् अङ्गात् कोऽपि भेदः नास्ति इति दत्तमस्ति अङ्गम् अदन्तं वा अनदन्तं वा अत्र परस्मैपदसंज्ञकप्रत्ययेषु कोऽपि भेदः नास्ति तत्कारणात् अत्र यथा अदन्ताङ्गानां कृते लटिरूपाणि सन्ति ते एव अनदन्ताङ्गानां कृते अपि भवन्ति एकमेव तिङ्प्रत्ययः विषये किञ्चित् भेदमस्ति तदपि जुहोत्यादिगणे यत्र द्वित्वं प्रसक्तिः अस्ति अत्र प्रथमपुरुषबहुवचन सिद्धतिङ्प्रत्ययः अन्ति न भवति परन्तु अति इति भवति इति दत्तमस्ति उदाहरणमत्र दाधातोः लटि प्रथमपुरुषबहुवचने ददति भवति न तु ददान्ति इति अनन्तरं द्वितीयम् अस्ति पठामि वा भगिनि परस्मैपदस्य लोट् लकारे केवलं एकः भेदः मध्यमपुरुषे सिपः स्थाने हि आदेशः सर्वत्र अदन्ताङ्गेषु अनदन्ताङ्गेषु च भवति एव अदन्ताङ्गेषु तस्य हि इत्यस्य लुक् इत्युक्ते लोपः भवति अनदन्ताङ्गेषु तस्य लुक् न भवति इदानीं तु अत्र प्रथमं वयं परस्मैपदस्य लट् लकार विषये भेदः अस्ति वा न इति दृष्टवन्तः इदानीं लोट् लकारविषये अत्र मध्यमपुरुष एकवचन सिद्धतिङ्प्रत्ययः अदन्ताङ्गेषु कृते अनदान्ताङ्गेषु कृते कथं भवति इति दत्तमस्ति. अत्र द्वयोः सिपः स्थाने हि आदेशः भवति अत्र, परन्तु अदन्ताङ्गेषु हि इत्यस्य लोपः भवति, अनदन्ताङ्गेषु तु तस्य लोपः न भवति इति. मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि आदेशः सर्वत्र भवति इति दत्तमस्ति अत्र. मणिमहोदय स्टार् सिक्स् नोदयितुम् अन्म्यूट् करोतु. स्टार् सिक्स् अस्तु. तर्हि शान्ति भगिनी पठति वा. मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि आदेशः सर्वत्र भवति इति अत्र दत्तं. सेहिर्यपि च इति सूत्रं लोट् लकारस्य सि इत्यस्य स्थाने हि आदेशः भवति, स च हि अपित् भवति. सेः षष्ट्यन्तं हि प्रथमान्तम् अपित् प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रं. लोटो लन्वत् लङ्वत् इति अस्मात् लोटः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं लोटः लस्य सेः हि अपि च. लोट् लकारे सि स्थाने हि आदेशः भवति, स च आदेशः सत्य इत्युक्ते हि अपि तपि भवति इति सूत्रस्य अस्ति. एतद् एतद् अतिदेशसूत्रं विधिसूत्रं द्वौ अपि इति उक्तवान् तत् अवगच्छति खलु भगिनि. पृच्छति सूत्रं विधिसूत्रम् इति तु अवगतवती, अतिदेशसूत्रम् इति किमर्थमिति विस्मृतवती. एकवारं कोऽपि साहाय्यं करोति चेत् वदति वा, कोऽपि अन्यः वक्तुमिच्छति वा? न भगिनि, तदेव प्रश्नः अस्ति. ओ अस्तु अस्तु. अतिदेशसूत्रम् इत्युक्ते गुणपरिवर्तनं भवति, यत्र गुणपरिवर्तनं भवति तत् अतिदेशसूत्रं भवति. गुणपरिवर्तनम् अत्र मध्यमपुरुषे एकवचने सि इति पित् अस्ति खलु, सिप् अस्ति तर्हि पित् अस्ति, पकारलोपः भवति तर्हि तत्तु पित् अस्ति. तर्हि किन्तु यत्र सेहि पिच्छ इति सूत्रम् आगच्छति तस्य अस्माकं लोट्लकारे तत् तर्हि सूत्रं वदति सकारस्य स्थाने से इत्यस्य स्थाने हि भवतु, तर्हि तत्र आदेशः भवति. यत्र आदेशः आगमः वा लोपः भवति चेत् विधिसूत्रम् इति वदामः, तर्हि विधीयते आदेशः. तर्हि विधिसूत्रम् इति वक्तुं शक्नुमः. अनन्तरं किं भवति, द्वितीयभागे अस्ति अपित् इति तस्य गुणपरिवर्तनं भवति. अस्तु, तर्हि यत्र यत्र गुणं भवति चेत् यत्र क्षम्यतां यत्र गुणं इक् अस्ति चेत् इक् सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवितुम् अर्हति खलु. किन्तु अपित् अस्ति चेत् तादृशगुणं न गुण उभयत्र गुणम् इति उपयोगं करोमि. किन्तु यत्र अतिदेशसूत्रम् इति वदामः तर्हि तस्य स्वभावस्य परिवर्तनं पित्वं पित्वं नास्ति, इदानीम् अपित्वम् आगतम् अत्र. आं भगिनि, तर्हि तदेव अतिदेशसूत्रम् इति अतः एव अतिदेश. अग्रे पठामि. अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययस्य लोपः. सेहर्यपि च अनन्तरं कार्यं भवति, तदेव अहं वयं परिशीलयामः. हि इत्यस्य प्रत्ययस्य लोपः कथं भवति? अतो हेः ह्रस्व अकारात् अङ्गात् परस्य हि इत्यस्य लुक् इत्युक्ते लोपः भवति भवति अन्तम् अतः पञ्चम्यन्तं हेः षष्ठ्यन्तं द्विपदम् इदं सूत्रं चिनो लुक् इत्यस्मात् लुक् इत्यस्य अनुभूतिः अङ्गस्य इत्यस्य अधिकारः अत्र अङ्गात् भवति विभक्तिपरिणाम इति सिद्धान्तेन अनुभूतिसहितसूत्रम् अतः अङ्गात् हेः लुक् अत्र अस्माकम् इदानीं इदानीं कार्यं नास्ति किन्तु पूर्वं यदा वयं भुआदिगणे दिवादिगणे चुरादिगणे तुदादिगणे पठितवन्तः तस्मिन् समये तु अस्माकं पठति इति अस्ति चेत् लोट्लकारे मध्यमपुरुषे पठ इति एव भवति पठ हि इति भवेत् किन्तु हि इत्यस्य लुक् भूत्वा लोपः भूत्वा पठ इति एव वदामः नृत्य पठ इति चोरय अङ्गम् अदन्तम् अस्ति चेत् तत्र तेषु गणेषु अत्र लोपः भवति अत्र तु अस्माकम् इदानीं पाठे तु न भवति इदानीं वयं स्मरणार्थं देहि इति आमां अग्रे पठामि वा अन्य आमां तर्हि अङ्गम् अनदन्तं चेत् हि यस्य लोपः न भवति कुत्रचित् अपवादभूतेषु अनदन्तेषु हि लोपः भवति तत्तु पृथक् गणेषु पश्यामः अनदन्तम् अङ्गम् अस्ति अस्माकं चर्चायाम् अनदन्त सर्वे अनदन्ताङ्गाः एव अतः हि इत्यस्य लोपः न भवति अपवादभूतेषु अनदन्तेषु अङ्गेषु हि लोपः भवति परन्तु पृथक् गणेषु पश्येम वयम् इति अनदन्ताङ्गानां कृते लोटि सिद्धप्रत्ययाः सर्वे समान अदन्ताङ्गेषु सिद्धतिङ्प्रत्ययाः इव एव सन्ति परन्तु मध्यमपुरुष एकवचने हि इति तिष्ठति तस्य लोपः न भवति तु तात् ताम् अन्तु हि तात् तं त आनि आव आम धन्यवादः भगिनि मणिमहोदय आगतवान् वा रश्मि भगिनि स्वागतं भगिनि वक्तुमिच्छामि तत्र अधुना शान्ति भगिनी पृष्टवती किल तत्र अधिदेशसूत्रम् इति किमर्थम् इति पूर्वं खरुमहोदया तत्र सेर्ह्य पिच्च इति सार्वधातुकम् अपित् इति सूत्रस्य समये पाठितवान् तत्र एतत्तु पित् अस्ति अपित् नास्ति किन्तु अपित् स्वभावं तत्र अत्यारोपितं भवति अतः आरोपितं भवति आमां आम् धन्यवादः आं महोदय परस्मैपदस्य इदानीं लङ्लकारे कोऽपि भेदः नास्ति अनदन्त अङ्गानां कृते लङ्गि सिद्धप्रत्ययाः इत् ताम् अन् इस् तं त अं वम लकारद्वयेषु वयं दृष्टवन्तः लटि तु कोऽपि भेदः नास्ति लोटि तु केवलं मध्यमपुरुष एकवचने एव हि तिष्ठति इति इदानीं लङ्गि अपि कोऽपि भेदः नास्ति तर्हि पूर्वतनरूपाणि एव अत्रैव तिष्ठन्ति इति अग्रे विधिलिङ्ग् लकारः अस्ति परस्मैपदस्य विधिलिङ्ग् लकारः सर्वत्र भिन्नः एव पूर्वम् उक्तं यत् विधिलिङ्गि यासुट् आगमः भवति प्रत्ययात् प्राक् यासुट् परस्मैपदेषु उदात्तो ङिच्च तत्र अनुबन्धलोपे सति यास् इति शिष्यते यदि अङ्गम् अदन्तं तर्हि तस्य यासुट् आगमस्य स्थाने इ इति आदेशः अतो येयः इत्यनेन यासः स्थाने इ आदेशः यथा पट् योगः अयोगः यास् योगः इत् पट् योगः अ योगः या स्थाने इ आदेशः तर्हि इ योगः इत् पठ इति अङ्गं भवति. पठयोगः इत् इत् सिद्धतिङ् प्रत्ययः पठेत् इति रूपं भवति. अत्र पृष्टवान् व्योर् व्योः लोपो व्योर्वलि इति अनेन सूत्रेण यदि बल् वर्णः प्रत्याहारः परे अस्ति चेत् मकारयकारयोः लोपः भवति. किमपि विस्मृतवती वा कोऽपि अंशः? तर्हि अत्र विधिलिङ्ग् लकारे सर्वत्र रूपाणि भिन्नः एव. विधिलिङ्गि अदन्त अङ्गेषु ई आदेशः, परन्तु अनदन्त अङ्गेषु यासुट् आगमः भवति. यासुट् तुट्टित् अस्ति, अतः प्रत्ययात् प्राक् एव आगच्छति आद्यान्तौ टकितौ अनेन सूत्रेण. तदनन्तरं यासुट् मध्ये टकारस्य लोपः भवति हलन्त्यम् इति, उकारस्य उपदेशाजनुनासिक इति अनेन सूत्रेण यासेव अवशिष्यते. अनदन्त अङ्गेषु यासुट् आगमः उभयत्र भवति खलु, अङ्गम् अदन्तं वा अनदन्तं वा उभयत्र भवति खलु. किन्तु अतो ये इति आगत्य तस्य स्थाने ई आदेशः भवति. आं भगिनि, सत्यं, यासुट् द्वयोर्स्थाने अपि आगच्छति, परन्तु अनदन्त अङ्गेषु एव यास् तिष्ठति. मम प्रश्नः अस्ति, अत्र यासुट् इत्यत्र इत्यस्य लोपः भवति, परन्तु इदानीं यासु इति अस्ति, तत्तु उपदेशावस्थायां नास्ति किल, तस्य उकारस्य लोपः कथं भवति? किमर्थ उपदेशावस्थायां नास्ति इति उक्तवती? उकारस्य यत्र यत्र स्वरस्य लोपः भवति तत्तु उपदेशे अजनुनासिकः इति सूत्रेण एव भवति भगिनि. परन्तु उपदेशावस्थायाम् अस्ति चेदेव किल. इदानीं यासुत् इति मूलधातुः, उपदेशधातुः धातुः नास्ति खलु, धातुः नास्ति, आमाम्, मीन् उपदेशावस्थायां नास्ति किल. यासुत् इति उपदेशावस्थायाम् अस्ति, यासु उपदेशावस्थायां नास्ति किल इति पृच्छति चेत् एतत्तु पित् नास्ति, किन्तु उटित् अस्ति, पित् इति नास्ति. एतत् नाम यदा वयं पकारस्य लोपः अस्ति चेत् पित् इति वदामः चेत् वदामः खलु, तादृशं यासुट् इति इति आगमस्य उट् इत्यस्य लोपः भवति खलु, तर्हि उटित् इति वदामः. प्रथमम् एतत् भवति, अनन्तरं प्रथमं हलन्तम् इति सूत्रेण लोपः भवति, अनन्तरम् उपदेशे अजननासिकः इति कृता नाम भवति. तर्हि उटित् इति कारणेन उट् लोपः भवति तथैव मम अवगमनं, किन्तु एकनिमेषः सूत्रसङ्ख्या द्रष्टव्यं न, परन्तु अन्तिमवर्णः एव इत् भवति इति न वा? न, तथा न. एकस्य अपेक्षया बहवः वर्णाः अपि इत् भवितुं शक्नोति. इत् भवति, आदौ भवितुम् अर्हति, पृष्ठतः भवितुम् अर्हति, एकः इति एव नास्ति. किन्तु अत्र मुद्रणं यदा करिष्यति महोदय अस्माकं कृते, तर्हि अत्र तु उपदेश अनुनासिकवर्णं सूचयितुं न शक्नोति खलु, तर्हि अस्माभिः न द्रष्टुं शक्यते सम्यक्तया. तर्हि मम दोषः अभवत्? न न न, दोषः इति किमपि नास्ति, ममापि सङ्गीतप्रायः अनन्तरं दृष्ट्वा वदामि, किन्तु तथा एव मम अवगमनं. यत्र वयं अत्र उट् इत्यस्य लोपः भवति चेत् उटित् इति वदामः, तत् उटित् नास्ति, उटित्. उत्तमः प्रश्नः तु पूरयति वा भगिनि? तत्र त इति अस्ति, अतः एव वल् प्रत्याहारम् इति वदति. तत्र इय योगः त आगच्छति. आम् अग्रे वल् प्रत्याहार त एव वल् प्रत्याहारः किल. वयं ति योजयति चेत् तत्र तु वल् प्रत्याहारं न भवति किल. तत्रापि इत्योगः इ एव आगच्छति किल, पूर्वं तकारः एव आगच्छति. अत्र तु इ आगमः न भवति खलु, यकारस्य तादृशसन्दर्भः नास्ति खलु. पठयोगः अयोगः इ योगः त अस्ति किल, तत्र सा पृच्छति इति मन्ये. मम एकः अन्यः प्रश्नः अस्ति, क्षम्यतां, मम प्रश्नः अस्ति, लोपो व्योर्वलि इत्यस्य प्रसक्तिः कुत्र? अहं विस्मृतवती पुनरेकवारं. भगिनी वदति वा, हेमा भगिनी इदानीं. धन्यवादः. लोपोभ्योर्वलि वा? न, अत्र न दत्तं, पूर्वं न दत्तं. प्रसक्तिः कुत्र अस्ति अत्र? अत्र अत्र पठ्योगः आयोगः ईयोगः त अस्ति. तत्र ईयोगः त अत्र त वल्प्रत्याहारे भविष्यति, अतः वल्प्रत्याहारः परम् आगच्छति चेत् तत्र यकारस्य लोपः भवति. तत्र इ इति अस्ति किल, तत्र यकारस्य लोपः भवति, तत्र एव लोपोर्वलि इति कार्यं करोति. ओ अस्तु, धन्यवादः. तर्हि अनदन्त अङ्गेषु इ आदेशः न भवति, यथा चिनु शक्नु एतादृशेषु अनदन्त अङ्गेषु यत्र उकारः वा अन्य अविहाय अन्य वर्णाः सन्ति, तत्र चिनुयोगः यास् योगः इत् चिनुयात् इति रूपम् आगच्छति. यासु परस्मैपदेषु दातो च लिङ्लकारस्य परस्मैपदि प्रत्ययानां यासुट् आगमो भवति, स्थच आगमो ङिद्वत्, विधिसूत्रम् अधिदेशसूत्रं च. लिङ् स्युट् लिङ्गः स्युट् सामान्यसूत्रं, किन्तु अनेन आत्मनेपदानाम् एव कृते इत्यस्य लिङ्गः स्युट् इत्यस्य अपवादः. आद्यन्तौ टकितौ इत्यनेन यासुट् प्रत्ययात् प्राक् आयाति. यासुट् प्रथमान्तं, परस्मैपदेषु सप्तम्यन्त्यम्, उदात्तः प्रथमान्तं, ङित् प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रम्. लिङ्गः स्युट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्ति, लस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं, परस्मैपदानां लिङ्गः लस्य उदात्तः यासुट् ङित् च. अत्र यासु परस्मैपदेषु दातु मिच्च इति सूत्रमस्ति. सूत्रस्य अर्थः एतादृशं, लिङ्लकारे परस्मैपदि प्रत्ययानां कृते यासु आगमः भवति इति. तद् आगमः तु मिद्वत् अपि भविष्यति. अतः एतत् विद्सूत्रम् अपि अस्ति, तत्र नित्वं तत्र आरोपितं भविष्यति, अतः अधिदेशसूत्रमपि अस्ति एतत्. आद्यन्तटकितौ इति सूत्रेण यासुट् इति आगमः प्रत्ययस्य पूर्वम् आगच्छति. अस्तु भगिनि, अग्रे पठति. अत्र कस्यापि समीपे अतो येयः इत्यस्य अस्ति अस्ति वा? पठितुमिच्छति चेत् तत्र पठितुं शक्नुमः. तदपि अतः स्थाने इत्युक्ते यत्र ह्रस्वकारः अस्ति, तत् अनन्तरं तर्हि तादृशप्रत्ययः किम् अहं पठामि वा? अतो येयः इति सूत्रस्य प्रतिपादनमस्ति, अदन्तात् अङ्गात् सार्वधातुकप्रत्ययस्य याद् आगमस्य स्थाने इ आदेशः भवति, अनुवृत्तिसहितसूत्रमस्ति, अतः अङ्गात् सार्वधातुकस्य या इति स्थाने इयः इति आदेशः इति. अग्रे पठति वा? यासागमे मिथिलिङ्गे सकारलोपः सर्वत्र भवति. लिङ्गः सलोपोऽनन्दस्य सार्वधातुकलिङ्गे अपदान्तस्य सकारस्य लोपो भवति. अन्ते भवः अन्त्यः न अन्त्यः अनन्त्यः नञ् तत्पुरुषः तस्य अनन्तस्य. लिङ्गः षष्ट्यन्तं स लुप्तषष्ठीकपदं लोपः प्रथमान्तम् अनन्तस्य षष्ठ्यन्तम् अनेकपदमिदं सूत्रम्. रुदादिभ्यः सार्वधातुके इत्यस्मात् सार्वधातुकस्य इत्यस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् सार्वधातुकस्य लिङ्गः अनन्तस्य सः लोपः. अत्र लिङ्गः सलोपोऽनन्तस्य इति सूत्रमस्ति. यत् सूत्रं वदति सार्वधातुकप्रत्यये लिङ् सार्वधातुकलिङ्प्रत्ययः अस्ति चेत् तत्र अपदान्तस्य सकारस्य लोपः भवति इति. तदा लिङ् प्रत्यययोजनात् पूर्वम् अङ्गस् अपदान्तम् इत्युक्ते अङ्गमेव वा भगिनि? अपदान्तम् इत्युक्ते पदं नास्ति इति तत्तु जानामि. तत्र अत्र अपदान्तम् इत्युक्ते लिङ् सार्वधातुकलिङ् प्रत्ययः योजनात् पूर्वं यद् अवशिष्यते तद् अङ्गमेव भविष्यति किल? आमाम्, अत्र अस्माकं प्रसङ्गे अङ्गं भवितुमर्हति. आम् तत्र सकारस्य लोपः भवति इति सूत्रं वदति. यदि मेलनं न करिष्यामः तर्हि केवलम् आगमः एव तिष्ठति किल, तत्रापि स्वीकर्तुं शक्नुमः वा? तदपि पदं नास्ति इति. यत्र मेलनं तत्तु केवलं प्रत्ययः एव भवति खलु, आगमः इति एव अस्ति खलु निमित्तमपि स्वीकर्तुं शक्नुमः वा, नो चेत् अङ्गमेव वा इति. प्रत्ययः इत्युक्ते प्रत्ययः एव खलु, प्रत्ययस्य लोपः भूत्वा किं को लाभः? मम प्रश्नः, मनसि प्रश्नः. लाभः न, भगिनी पृच्छति किल अङ्गस्य अन्ते एव भवति, तदर्थमेव अपदान्तम् इति अस्ति वा इति. आम् आम्, प्रत्ययस्य आं सत्यं खलु, प्रत्ययस्य तु प्रत्ययं तु प्रत्ययम् एव खलु. तदपि पदं नास्ति. भगिन्याः कः अभिप्रायः? अहं चिन्तितवती प्रत्ययस्य तु पदं वा पदं नास्ति वा इति तु आम् प्रश्नः एव नास्ति वा, न उदेति इति वा? अस्तु. आं खलु, इति मम संशयः. अस्तु भगिनि, कायं महोदयं पृच्छामः. अस्तु, तर्हि अग्रे रामप्रिया भगिनी पठति वा? रामप्रिया भगिनी स्टार् सिक्स् करणीयम्. अस्तु, तर्हि मीना भगिनी पठति वा अग्रे? आं भगिनि, यास् आगमे विधिलिङ्ग् सकारलोपः सर्वत्र भवति. लिङ्गः सलोपो अनन्तस्य सार्वधातुकलिङ्गि अपदान्तस्य सकारस्य लोपो भवति. अन्ते भवः अन्त्यः न अन्त्यः अनन्त्यः नञ्च् तत्पुरुषः तस्य अनन्तस्य. लिङ् षष्ट्यन्तं स लुप्तषष्टीकं पदं लोपः प्रथमान्तम् अनन्तस्य षष्ट्यन्तम् अनेकपदमिदं सूत्रम्. रुदादिभ्यः सार्वधातुके इत्यस्मात् सार्वधातुकस्य इत्यस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् सार्वधातुकस्य लिङ्गः अनन्तस्य सः लोपः सार्वधातुकलिङ्लकारे यः सकारः न अन्तिमवर्णः अस्ति तस्य लोपः पदान्ते नास्ति चेत् तस्य लोपः भवति पदान्ते नास्ति चेत् तस्य लोपः आशीर्लिङ्ग् आशीर्लिङ्ग् आर्धधातुकलकारः इति कारणतः अनेन सूत्रेण सकारलोपः न भवति विधिलिङ्गि प्रथमपुरुषे यात् यातां युः आशीर्लिङ्गि सिद्धतिङ् प्रत्ययाः यात् यास्तां यासुः यास्युः यासुः इत्यस्य सकारः अस्ति युः इत्यस्य सकारः न अस्ति ध्येयं यत् विधिलिङ्गि आशीर्लिङ्गि च प्रथमपुरुष एकवचने यात् समानमस्ति उभयत्र सकारलोपः किन्तु भिन्नसूत्रेण प्रथमपुरुष एकवचने उभयत्र यास्योगः तत् इत् यास्त् इति भवति विधिलिङ्गि लिङ्गः स लोपो अनन्तस्य इत्यनेन सकारलोपः आशीर्लिङ्गि यत्र सकारलोपः भवति कोः संयोगो द्योरन्ते च इति सूत्रेण भवति अनेन सूत्रेण पदान्ते संयोगः भवति चेत् तस्य च संयोगस्य प्रथमसदस्य सकारः ककारः वा चेत् तर्हि तस्य सकारस्य ककारस्य च लोपः भवति रूपं सामान्यमेव यात् इति प्रथमपुरुष एकवचन तिङ्प्रत्ययरूपं द्वयोः रूपयोः सकारलोपः भवति परन्तु विधिलिङ्ग् सार्वधातुकः अस्ति तत् विधिलिङ्गि सकारलोपः लिङ्गः सलोपो अनन्तस्य इति सूत्रेण सकारलोपः भवति किमर्थं सकारः पदान्ते नास्ति परन्तु अत्र किम् उक्तमस्ति इत्युक्ते सुसूत्रं वदति अपदान्तस्य सकारस्य लोपः भवति सार्वधातुकलिङ्गि इति उक्तमस्ति सार्वधातुकलिङ्गि इत्युक्ते किम् अस्माकं लकारः कः लकारः अस्ति सार्वधातुकलिङ्ग् विधिलिङ्ग् अस्ति आशीर्लिङ्ग् अस्ति आर्धधातुकलिङ्ग् खलु तर्हि आर्धधातुकलिङ्ग् प्रत्यय प्रत्यये सकारस्य लोपः अपदान्ते अस्ति चेदपि न भवति किन्तु यासुटागमः एव तत्रापि भवति तत्रापि यासुटागमः अस्ति अस्माकं विधिलिङ्गे अपि यासुटागमः उभयत्र यासुटागमः किन्तु लिङ्गलोपो अनन्तस्य इति सूत्रस्य प्रसक्तिः आशीर्लिङ्गि नास्ति किमर्थमित्युक्ते आर्धधातुकप्रत्ययः इत्यस्मात् ततः तत्र सकारलोपः कुत्रचित् अपि न भवति सकारः तिष्ठति किन्तु प्रथमपुरुष एकवचने यात् इति रूपं भवति किमर्थम् इत्युक्ते तत्र प्रथमपुरुष एकवचने एव तत्र अन्यत् सूत्रं कार्यं करोति तत्तु वर्णनिमित्तिकं सूत्रमस्ति सन्धिसूत्रमस्ति तथैव अत्र उक्तमस्ति स्कोः संयोगाद्योरन्ते चेति सन्धि हल्सन्धिसूत्रमस्ति हल्सन्धिकार्यं तत्र सम्भवति किन्तु अन्यत्र तु सकार तिष्ठति एव उभयत्रापि अपद यदि लिङ्गः सलोपो अनन्तस्य इत्यस्य आशीर्लिङ्गि आर्धधातुकप्रत्यये परे इति आर्धधातुकलिङ्गि इति प्रसक्तिः आसीत् चेत् तत्रापि लोपः भवति किन्तु अत्र तु सारदातुकप्रति एव तथा भवति इति लिङ्गः स्थलोपो अनन्तस्य इति सूत्रं वदति उभयत्र यासुटागमः सकारः सर्वत्र लोपः भवति लिङ्गः स्थलोपो अनन्तस्य इति सूत्रेण किन्तु आशीर्लिङ्गे सकारः सर्वत्र तिष्ठति अनन्तरं प्रथमपुरुष एकवचने एकं सन्धिकार्यं भवति ततः लोपः भवति तत् सूत्रं भगिनी, अत्र प्रश्नः मम अवगमने किञ्चित् क्लेशम् अतः एव अत्र या द्विवचने प्रथमपुरुषे एकवचने यास् योगः इत् यास् इति, परन्तु संयोजने अत्र लोपः भवति यात् इति, परन्तु द्विवचने यास् योगः ताम् इति भवति किल आशीर्लिङ्गि अपि पदान्ते पदान्ते नास्ति तत्र सकारलोपः किमर्थं स्कोः संयोग तत्सूत्रेण लोपः हल् सूत्रं वदति अपृक्तवर्णः परे अस्ति संयोगः तत्र भवति खलु उभयत्र हल् वर्णः अस्ति तत्र तु अनन्तरं स्वरः नास्ति खलु वयं पठिष्यामः अस्तु अस्तु अस्तु तत्र चकारस्य अनन्तरम् अकारः नास्ति खलु द्विवचने चकारस्य अनन्तरम् अकारः अस्ति तदेव भेदः लिखितवन्तः अनेन सूत्रेण पदान्ते संयोगः भवति चेत् यास्ताम् इति रूपेण पदान्ते संयोगः नास्ति, पदमध्ये संयोगः अस्ति. अस्तु अस्तु अस्तु अवगतम्. परन्तु द्विवचनस्य उदाहरणमपि पश्यामः चेदेव मम मनसि किञ्चित् स्पष्टता आगता. धन्यवादः. अग्रे मीना भगिनी इदानीं पठति. आम् अग्रे प्रायः सुब्रह्मण्यमहोदय पठति वा. आं भगिनि, अदन्ताङ्गेषु इव अत्र अपि झी स्थाने अदन्ताङ्गेषु इव अत्र अपि झी स्थाने जुष् आदेशः झेर्जुस् जकारस्य इत्संज्ञा जुटु इति सूत्रेण तस्य लोपः इत्यनेन लोपः उस् अवशिष्यते. अत्र प्रथमपुरुष बहुवचन सिद्धतिङ् प्रत्ययः विषये किञ्चित् दत्तमस्ति विधिलिङ्गलकारे अङ्गम् अत्र अदन्तमस्ति. अत्र प्रथमं तु झी स्थाने जुस् आदेशः झेर्जुस् इति सूत्रेण, अनन्तरं जुस् अत्र चुटु इति सूत्रात् जकारस्य इत्संज्ञा तस्य लोपः भवति उस् एव अवशिष्यते. अत्र झेर्जुस् लिङ् लकारस्य झी इत्यस्य स्थाने जुस् आदेशः भवति. अनुवृत्तिसहितसूत्रमस्ति लिङ्गः लस्य झेः जुस्. एतत्तु झोन्तः इत्यस्य अपवादः. एतत् उभयत्र जकारस्य झि इत्यस्य स्थाने जुस् आदेशः भवति किल, अनदन्तं वा अदन्तं वा विधिर्लिङ्गे जुस् आदेशः भवति. जुस् आदेशः अत्र द्वयोः समानमेव, परन्तु किञ्चित् प्रायः भिन्नमस्ति वा अत्र. इदानीं युः एव भवति खलु अत्र, परन्तु युः एव भवति, अन्यत् कार्यमपि अस्ति अत्र. इदानीं पठामि वा भगिनि अत्र उस्य पदान्त? प्रायः अग्रे पठितुम् आरम्भं करोतु. उस्य पदान्तात् यदा आगच्छति तस्मिन् समये पठिष्यामः. तर्हि रूपाणि वदति वा अग्रे अस्ति रूपाणि इदानीं अनन्तरं तदनन्तरम् उस्य पदान्तात् तदनन्तरम् एकं पृष्ठानन्तरम् एकं रूपाणि तु इदानीं या अत्र सोपानं पठामि वा भगिनि अत्र. आं महोदय. अस्तु भगिनि, प्रथमं यास् योगः तिप् अत्र तिप् अस्ति अत्र यास् योगः तिप् अस्ति अत्र यास् योगः तकारः अनन्तरं तकारलोपः सूत्रेण लोपः भवति कस्य भगिनि कस्य पकारः तु हलन्त्यम् इत्यनेन पकारस्य लोपः भवति इकारः इतश्च इति सूत्रमस्ति अत्र विधिलिङ्ग् तु नित् अस्ति तत्कारणात् अत्र इतश्च इति सूत्रं कार्यं करोति इकारस्य लोपः भवति यास् योगः तकारः इतश्च इति सूत्रम् अग्रे अस्ति एकवारं पठामि इतश्च नित् लकारस्य स्थाने यः परस्मैपदह्रस्व इकारान्ततिङ्प्रत्ययः तस्य अन्त्य इकारस्य लोपो भवति अत्र अनुवृत्तिसहितसूत्रं नितः लस्य इतः परस्मैपदस्य लोपः अत्र ह्रस्व इकारान्ततिङ्प्रत्ययः तस्य अन्त्य इकारस्य लोपः भवति इति अत्र प्रथमं तु पकारः लोपः भवति अनन्तरं ति एव अवशिष्यते तत्र त योगः इ अस्ति तत् इकारः अन्त्य इकारः अस्ति तस्य लोपः भवति नित्लकारस्य एव नितः लस्य इतः परस्मैपदस्य लोपः अत्र इदानीं वयं परस्मैपदे पदस्य सिद्धतिङ्प्रत्ययाः विषये चर्चयामः अत्र विधिलिङ्ग् नित् अस्ति तत्कारणात् एतत् सूत्रमत्र आगत्य कार्यं करोति यास् योगः त इति भवति अनन्तरं सकारलोपः अत्र लिङ्गः सलोपोऽनन्तस्य इति सूत्रात् अत्र सकारस्य लोपः भवति अत्र लिङ्ग् विधिलिङ्ग् अस्ति तत्कारणात् अत्र कार्यं करोति सकारः यः अस्ति तत्तु पदान्ते नास्ति तत्कारणात् अत्र सकारलोपः भूत्वा यात् एव अवशिष्यते अग्रिमं महोदय अत्र पदान्ते नास्ति इति अपेक्षया अपदान्ते अस्ति इति चिन्तयामश्चेत् वरं भवति इति अपदान्ते अस्तु भगिनि धन्यवादः अपदान्तस्य मम अवगमनार्थं तत् अस्तु भगिनि अस्तु भगिनि अस्तु तर्हि अद्य एकैकं स्वीकृत्य एकैकं कुर्मः इति मन्ये तर्हि अग्रिमं हेमा भगिनी अस्ति आं भगिनि अग्रे अस्ति तस् इति तस्तु मूल प्रत्ययात् तस् इति द्वितीयवचने अस्ति तस्तस्समीपां तान्तं तामः अनेन तस् स्थाने ताम् आदेशः आयाति तर्हि यास् योगः ताम् पुनः सकारः लोपः भवति लिङ्गः सलोप अनन्तस्य इति सूत्रेण तर्हि या योगः ताम् याताम् इति रूपं निष्पन्नम् अस्तु भगिनि धन्यवादः भगिनि अग्रे शान्ति भगिनि तत्र बहुवचने यास् योगः झि यासुट् आगमस्य कारणेन यास् योगः झि लिङ्गि झि स्थाने जुस् आगमः जेब् जुस् इति सूत्रेण आदेशः आदेशः स्थाने आदेशः झि स्थाने जुष् इति आदेशः या योगः उस् अत्र सकारलोपः पुनः लिङ्गः सलोपोऽनन्तस्य इति सूत्रेण सकारलोपः भवति. या योगः उस् इति न भगिनी, अत्र तु सकारलोपः तत्तु न भवति खलु, तत्तु पदान्ते अस्ति इदानीं. नास्ति खलु महोदय, उस् इति अग्रे अस्ति. तर्हि यास् इतः अस्तु भगिनि, धन्यवादः, क्षम्यतां, मम दोषः अस्ति, मम किञ्चित् धन्यवादः. जूस् इति तत्र परिवर्तनम् उस् इति कथम् आगच्छति किञ्चित्. इदानीं या योगः उस् इदानीम् अभवत् खलु, तदनन्तरम् उस्य न जूस् जूस् आगतम्, अहमेव विस्मृतं. जूस् इदानीं जूस् केन सूत्रेण आं चुटु, आमाम् अस्तु, धन्यवादः. चुटु इति सूत्रेण उस् एव अवशिष्यते. या योगः उस् अत्र आगच्छति, उस्य पदान्तात् इति नूतनं सूत्रं सूत्रं पठामि वा? उस्य पदान्तात् उसि परे अपदान्तात् अवर्णात् पूर्वपरयोः स्थाने पररूपादेशः भवति. अस्य सूत्रस्य प्रसक्तिः केवलम् अनदन्ताङ्गेषु, न पदान्तम् अपदान्तं, तस्मात् अपदान्तात् उसि सप्तम्यन्तम्, अपदान्तात् पञ्चम्यन्तं द्विपदम् इदं सूत्रम्. आद्गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः, इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, एङि पररूपम् इत्यस्मात् पररूपम् इत्यस्य अनुवृत्तिः, एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः, अनुवृत्तिसहितसूत्रम्. उसि अचि अपदान्तात् आत् एकः पूर्वपरयोः पररूपं संहितायाम्. अत्र सूत्रस्य तात्पर्यमस्ति, उसि उष् परे अस्ति चेत् अपदान्तात् अवर्णात् अपदान्तम् अपदान्तम् अवर्णं पूर्वे स्थाने अस्ति चेत् अपदान्तः अवर्णः पूर्वमस्ति चेत् पूर्वपरयोः स्थाने पररूपस्य एव आदेशः भवति. अत्र या योगः उस् इति अस्माकं स्थितिः, अत्र उस् परे अस्ति, पूर्वमस्ति अपदान्त या इति अपदान्तमेव, अपि च अवर्णः या इति अपदान्तः अवर्णः अस्ति. अतः अस्यां स्थित्यां पूर्वपरयोः स्थाने पररूपस्य आदेशः भवति. पररूपादेशः क्षम्यतां भगिनि, अत्र अवर्णः इत्युक्ते प्लुत सर्वं भवति, ह्रस्वदीर्घप्लुत सर्वं भवति, अनुदात उदात सर्वं भवति. अत्र तु अदीर्घः अस्ति, किन्तु अवर्णः इति सूत्रे पश्यति चेत् तत्र तु प्लुत उदात अनुदात इति अष्टादशरूपाणि अष्टादशरूपाणि अस्तु. अतः अत्र या अस्ति उस् अस्ति द्वयोः स्थाने पररूपादेशः, इत्युक्ते युस् आ इति स्थाने आ इति अस्ति, य योगः आ अस्ति, अपि च उस् अस्ति, आकारस्य उस् इत्यस्य द्वयोः स्थाने उस् एव आदेशः, तर्हि योगः उस् युस् इति. भगिनी अत्र अचि किमर्थं दत्तमस्ति अनुवृत्तिसहितसूत्रे? अचि अस्य तस्य आवश्यकता किमर्थम्? उसि इति एव पर्याप्तं खलु? हा, उसि परे अचि तु किमपि नास्ति, तत्तु पदान्ते एव अस्ति उस्. न प्रायः अचि इत्यस्य अपि समानकार्यं भवेत् इति भवेत्. अत्र तु अस्माकं चिन्तनम् इदानीम् अन्यत् अस्ति, उसि इति अस्ति, किन्तु अचि अपि प्रायः तथा अचि अपि अत्र कार्यं समानकार्यं तर्हि य योगः आयोगः उस् इति स्थितिः या युस् स्थाने उस् आदेशः या युस् इति अवशिष्यते नूतनरूपं निष्पन्नं ऋत्वविसर्गो न विभक्तौ तु स्मः इत्यनेन सकारलोपः निषेधः स्वस्थाने रुः अत्र ससजिषो रुः इति सूत्रेण स्थाने रु आदि रु आगच्छति रुस्थाने खरवसानयोर्विसर्जनीयः इति सूत्रेण विसर्गः आगच्छति युः इति रूपं निष्पन्नं धन्यवादः योगः सित् तत्र मध्यमपुरुषस्य प्रथम एकवचनं तत्र यास्योगः सित् अत्र पकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा अनन्तरं लोपः भविष्यति यास्योगः स अवश्य इकारस्य इतश्च इति सूत्रेण इकारस्य लोपः भवति अनन्तरं स अवशिष्यते यास्योगः स तत्र स इत्यस्य लोपः भवति त्रिलिङ्गः सलोपो न तस्य इति सूत्रेण अनन्तरं या योगः स अवशिष्यते तत्र सकारस्य रु आदेशः आगच्छति ससजुषो रुः इति सूत्रेण अनन्तरं रुस्थाने खरवसारयो विसर्जनीयः इति सूत्रेण विसर्गः भविष्यति अतः या योगः विसर्गः याः इति रूपम् आगच्छति. धन्यवादः भगिनि. मणिमहोदय अस्ति वा? प्रायः गतवान्. अस्तु, रामप्रिया भगिनी अपि पठतु अग्रे. रामप्रिया भगिनी, श्रूयते वा? इदानीं श्रूयते भगिनि. आम्, बहुवारं प्रयत्नं करोमि. अन्म्यूट् नया भवति, किमर्थमिति न जानामि, अन्म्यूट् न भवति. अत्र तदपि कृतवती, किमर्थमिति न इदानीं श्रूयते वा? द्विवचनं किल, मध्यमपुरुष द्विवचनं. तत्र तु तस्तमेपां तां तं तामः इति सूत्रेण तस्थाने तम् आगच्छति. यासु परस्मैपदेषु धातो निच्च इति सूत्रेण यास् आगमः भवति. किमर्थम् इत्युक्ते विधिलिङ्ग् अस्ति इति. यास् योगः तम् इति अस्ति प्रथमं. सकारः लोपः भवति लिङ्गः सलोपोऽनन्तस्य इति सूत्रेण. या योगः तं यातम् इति मध्यमपुरुष द्विवचनरूपम्. बहुवचनरूपम् अस्ति तत्र अपि. तस्तस्तमेपां तां तं तामः इति सूत्रेण तकारस्य स्थाने थ आगच्छति. यासु परस्मैपदेषु उदातो निच्च इति सूत्रेण यास् आगमः भवति. यास् योगः थ, तत्रापि सकारलोपः लिङ्गः सलोपोऽनन्तस्य इति सूत्रेण सकारः लोपः. या योगः थ याथ इति रूपं भवति. धन्यवादः भगिनि. याथ वा अत्र महाप्राणः याथ क्षम्यता. मिप् इति उत्तमपुरुष एकवचनरूपम्, एकवचन तिङ्प्रत्ययः अस्ति. तस्तस्तामिपां तं तं तामः इति सूत्रेण मिप् स्थाने अम् आदेशः अम् मध्ये यास् इति आगमः सूत्रमस्ति यासुट् परस्मैपदेषु उदात्ते ञिच्च इति सूत्रेण यास् इति आगमः यास् योगः अम् इति सकारलोपः भवति पदान्ते नास्ति किमर्थं सकारलोपः भवति तथा एव भवति खलु सूत्रं पश्यति वा लिङ्गः सलोपो पदान्ते नास्ति चेदेव भवति पदान्ते नास्ति अतः सकारलोपः भवति या योगः अम् इति भवति या योगः अम् सवर्णे दीर्घः दीर्घः एव भवति अतः याम् इति निष्पन्नं धन्यवादः सुब्रह्मण्य भगिनी अत्र अन्य एकः अंशः क्षम्यताम् अत्र अन्य एकः अंशः वक्तव्यं किल अत्र मिप् स्थाने इतश्च कार्यं न करोति किमर्थम् इत्युक्ते समीपं तं तं तमः इति अभवत् स्मात् वा आं तस्थस्थमीपां तत् बलवत् अस्ति इतश्च कार्यं न करोति इति अपि ध्येयं खलु आमां धन्यवादः आं भगिनि उक्तवती प्रश्नः अस्ति वा तत्र भगिन्याः यत् उक्तं तत्र कस्यापि परसूत्रमस्ति अतः तस्य बलं भवति इति पठामि वा भगिनि इदानीं वस् उत्तमपुरुषस्य द्विवचनरूप द्विवचन मूलतिङ् प्रत्ययः वस् अस्ति प्रथमम् अत्र प्रथमं तु सकारस्य लोपः भवति नित्यं नितः इति सूत्रतः अत्र विधिलिङ्ग् तु नित् लकारः अस्ति वस्तु उत्तमपुरुषस्य मूलतिङ्प्रत्ययः नित्यं नितः वदति नितः लस्य सः उत्तमस्य लोपः भवति इति तत्कारणात् अत्र व एव अवशिष्यते इदानीम् अनन्तरं पठामि महोदय नितः लकारस्य सकारान्त उत्तमपुरुषप्रत्ययस्य अन्त्यसकारलोपः भवति अनुवृत्तिसहितसूत्रं नितः लस्य सः उत्तमस्य नित्यं लोपः वस् स्थाने वस् परिवर्तनं भवति वा यासुट् परस्मैपदेषु दात्तो निच्च इति सूत्रेण अत्र यासुट् आदौ आगच्छति प्रथमं तु टकारस्य लोपः भवति अनन्तरं उकारस्य लोपः अनुबन्धलोपानन्तरं यास् एव भवति यास् योगः वा अत्र सकारः अपदान्ते अस्ति तत्कारणात् अत्र लिङ्गः सलोपोऽनन्तस्य इति सूत्रेण सकारस्य लोपः भूत्वा या योगः वा वर्णमेलनं भूत्वा या वा इति अवशिष्यते धन्यवादः इदानीं महोदयः यथा उक्तवान् समानरूपेण मस् अपि आगच्छति उत्तमपुरुषे बहुवचने मस् इति मूलतिङ् प्रत्ययः, मस् स्थाने म एव अवशिष्यते, सकारस्य लोपः भवति लिङ्गस्य सलोपो अनन्तस्य इति सूत्रेण. यासुट् आगमेन यास् योगः म इति स्थितिः. लिङ्गस्य सलोपोनन्तस्य सूत्रेण वा? न न, क्षम्यतां नित्यं नितः अनेन सूत्रेण लिङ्लकारस्य लिङ्लस्य लिङ्गः लस्य अन्तिमसकारस्य लोपः भवति उत्तमपुरुषे इति. तर्हि म एव अवशिष्यते, यासुट् आगमे एव सकारस्य लोपः भवति लिङ्गः सलोपान्त अनन्तस्य इति सूत्रेण. तर्हि या अवशिष्यते या योगः म याम इति रूपं निष्पन्न. अस्तु भगिनि, धन्यवादः. शान्ति भगिनि, इतश्च तत्समीपं शान्तं तामः इति द्वयोः सूत्रयोः अनुवृत्तिः इतश्च इति सूत्रस्य अनुवृत्तिः नितः लस्य इतः परस्मैपदस्य लोपः तस्तस्तमिपां तान्तं तामः इति सूत्रस्य अनुवृत्तिसहितसूत्रमस्ति. नितः लस्य तस्थस्तमिपां तान्तं तामः इति. अस्तु भगिनि, धन्यवादः. रश्मि भगिनि पूरयति वा? क्षम्यता भगिनि, किमुक्तं पूरयति वा? अदन्ताङ्गानां कृते सिद्धतिं कृत्या अग्रे नित्यं नितः इति अस्ति, अनन्तरमस्ति. नित्यं नितः तु प्रकटितवन्तः. अनदन्ताङ्गानां कृते विधिलिङ्गि सिद्धतिङ् प्रत्ययाः, तदेव किल? आमामां, पूरणीयम् अस्ति खलु भगिनी एव तिष्ठन् तर्हि. यात् यातां युः, याः यातं यात, यां याव याम इति अनदन्ताङ्गानां कृते विधिलिङ्गि सिद्धतिङ् प्रत्ययाः एते भवन्ति इति. तर्हि धन्यवादः. संशयः, तर्हि संशयद्वयम् आसीत्, प्रत्ययः पदमस्ति वा इति संशयः आसीत्, अनन्तरम् अस्ति यासु इत्यस्य लोपः उपदेशे, उकारस्य लोपः उपदेशे नास्ति, तर्हि किमर्थं भवति इति आसीत् खलु. अत्र प्रत्ययः पदमस्ति वा इति, अत्र सुप्तिङन्तं पदम् इति, सुबन्तं चेत् अथवा तिङन्तं चेदेव पदम् इति सङ्गमिति. तत्र प्रश्नः प्रत्ययः पदन्तम् अस्ति वा इति न, अपदान्तस्य एव सकारलोपः भवति, तर्हि प्रत्ययः अपि अपदान्तमेव किल? आम्, तर्हि किन्तु प्रत्ययस्य साक्षात् प्रत्ययस्य तु न भवति खलु, प्रत्ययस्य रूपं यासूट्यति अस्ति, किन्तु यत्र अपदान्तं भवति तस्मिन् समये एव तस्य लोपः भवति खलु. तर्हि तस्य यत्र तादृशं सम्भवं कथं भवति, कुत्र भवति इति चेत् यत्र पदनिर्माणसमये एव तस्य लोपः भवति खलु इति मम आशयः. तर्हि प्रश्नः कथं स्थापनीयम् इति. अवगतवती, प्रश्नः अवगतवती भगिनि. प्रत्ययः यस्मिन् प्रत्ययः साक्षात् अपदान्तम् अस्ति तर्हि तत्र लोपः भवति वा इति भवत्याः प्रश्नः अस्ति खलु. नो चेत् अङ्गस्य, तर्हि आदौ एव पाणिनिः तथा दधे किं कुर्यात् खलु तादृशं, किन्तु तथा न कृतवान्. किमर्थमित्युक्ते यत्र पदनिर्माणं भवति तस्मिन् समये एव तादृश अपदान्तम् इति प्रसङ्गः भवति, नो चेत् प्रत्ययः तु प्रत्ययः एव तिष्ठति इति मम. द्वितीयप्रश्नः, द्वितीयप्रश्नः आसीत् यासोट् इत्यस्य उकारस्य लोपः उपदेश्य नास्ति इति भगिन्याः प्रश्नः आसीत्, तथापि पृच्छामि, पृष्ट्वा पश्यामः महोदय किम् उत्तरयति. धन्यवादः भगिनी. अस्तु, धन्यवादः. धन्यवादः. शुभरात्रिः. धन्यवादः. शुभरात्रिः.